पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 70 नारद उवाच देवदेव जगन्नाथ भुक्तिमुक्तिप्रदायक कथयस्व सुरश्रेष्ठ येन दुःखं न पश्यति महेश उवाच शृणु वाडव वक्ष्यामि त्रिरात्रं सरिधः शुभम् येन चीर्णेन नरको मानवानां न जायते आयुरारोग्यमदुलं सौभाग्यं सुखसम्प्रदं सन्तानं चाक्षयं प्राप्य स्वर्गलोके महीयते आषाढमासि सम्प्राप्ते नदीपूरेण संयुधा सततं तोयसंस्थाने पुराणे सा च विश्रुता वर्षर्तौ घनसम्पूर्णे कर्तव्या सा व्रतेन वा तो योखैः परिपूर्णा सा सकलैस्यान्नदी यदा व्रतं त्रिरात्रमुद्दिश्य तदा कार्यं प्रयत्नतः कृतं प्रतिपदाच्छन्दः दर्शनं तु दिनत्रयम् यथा प्राप्तं नदीपूरं स्त्रीभिस्तीरजलस्य तु अथवा तज्जलं कुम्भे कृष्णे कृत्वा गृहं नयेत् प्रादस्नायी तथा नद्यां गत्वा अभ्यर्चयेत् सुधीः त्रिरात्रस्योपवासस्य यथाशक्तो भवेद्विज अशक्तश्चैकभक्तेन कुर्याच्चैवाप्युपोषणं दीपं दद्यादविच्छिन्नं प्रातःसायं च पूजनं महानदीं समुच्चार्य नाम्ना च वरुणं तथा जलमूले तु संस्थाप्य केशवं जलशायिनं नमो देव्यै जगङ्गेदि गौतमीति नदीति च सिन्धो चैव च कावेरि सरस्वति नमोऽस्तु ते तापी पयोष्णीपूर्णेदि महेन्द्रसुखदेदि च काश्यपी गण्डकी चैव सिन्धुनद्यै नमो नमः वरुणाय नमस्तेस्तु जलवासहरिप्रिया यादो नाथ रस्येशानकल्याणं देहि मे सदा गृहाणार्थं मया दत्तं देहि मे वाञ्छितं फलं कूष्माण्डैर्नालिकेरैश्च फलैः कालोद्भवैः शुभैः नैवेद्यं कृतपक्वं तु सरिदः सम्प्रकल्पयेद नमस्ते केशवानन्द जलशायिन्नमोऽस्तु ते परिपालय मामीश गोविन्दवरदो भव एवं पूजा प्रकर्तव्या यथा कालं क्रमेण तु प्रार्थना चोपचारैस्तु त्रिरात्र नियमशुचिः कारणेन तु सम्पूज्य जलपात्रं समाचरेत् फलपुष्पैस्तद्धा विद्वन्स्त्रीभिर्बालैर्नरैरपि गीतवादित्रसहितैर्नदीकुम्भपरिप्लुतैः जले जले समास्थाप्य फलपुष्पैः प्रपूजयेत् धान्यैर्नानाविधैश्चैव जलप्रक्षेपणैरपि हास्यैर्गीतैश्च नृत्यैश्च गृहमागत्य यत्नतः सप्तधान्यै पूरितानि वंशपात्राणि पूजयेत् सप्त वा पञ्च वा त्रीणि यथा शक्रिया प्रपूरयेत् त्रिरात्रं च नदीतोऽयं न पिबेद्धितमुल्लसन् पारणे तु हविष्यान्नं कृतं वा ह्यन्यथा भवेद् कृते स्नानार्चने चैव नोपयोज्यं नदीजलं शुच्यन्नानि च भोज्यानि धापयत्त्रितयं तथा सप्तैव वंशपात्राणि सप्त वै मणिकास्तथा हविष्यान्नं च भुञ्जेद कट्वम्लमधुवर्जितं माषान्नं च शिरापिष्टं यत्नेन परिवर्जयेत् एवं वर्षत्रयं कुर्यात् व्रतमेतद्विजोत्तम वर्षत्रये समाप्यैवं तस्योद्यापनमाचरेत् कृष्णाङ्गां कृष्णवस्त्रां च तिलान् दद्याच्च नारद दम्पती परीताप्यैवं सुवर्णं चाभिषकृतः हैमं च वरुणं कुर्यान्नदीरूपेण नारद मण्डलं वरुणं चैव सर्वतो भद्रमेव च कुम्भं तत्र प्रतिष्ठाप्य सोपहारं प्रतिष्ठितं सम्पूज्य विधिवद्भक्रिया ततो विप्राय दापयेद् ब्राह्मणान् भोजयेच्चक्रिया यथा वित्तानुसारदः गुरवेऽर्चितशीलाय सर्वशास्त्ररताय च एवं कृते तदा विद्वन् परिपूर्णं व्रतं भवेद् सौभाग्य सुखसम्पत्तिः सन्ततिश्चाक्षया भवेद् न दुर्गतिमवाप्नोति चिरं स्वर्गे महीयते देवपत्नीभिराचीर्णमृषिपत्नीभिरेव च नागसिद्धाङ्गनाभिश्च व्रतमेतत्पुरा कृतं नदीत्रिरात्रमदुलं किमन्यच्छ्रोतुमिच्छसि सौभाग्यं सन्ततिं चैव निश्चयं प्राप्नुते सदा इति श्रीपात्मे महापुराणे पञ्चपञ्चाशत्सहस्र्यां संहितायामुत्तरखण्डे उमापदिनारदसंवादे नदीत्रिरात्रव्रतं नाम सप्ततितमोऽध्यायः ओ